तर्हि इदानीं वयम् अस्माकं न्यायशास्त्रे गुणनिरूपणप्रसङ्गे स्मः. अत्र सङ्ख्याविषये किञ्चित् अतीतवन्तः, तस्मात् एव पुनः आरम्भं कृत्वा अग्रे सरेम. तर्हि एकत्वस्य द्वैविध्यम् इति अस्ति खलु, तस्मात् किञ्चित् अनुवर्तयामः. भगिनी भवती पठति वा एकत्वस्य दैविध्यं, द्वैविध्यं, क्षम्यतां, तस्मात्? आं भगिनि, एकत्वस्य द्वैविध्यम् इदं च द्वित्व असमवायीकारणभूतम् एकत्वं द्विविधं भवति. जन्ये घटादौ विद्यमानम् अनित्यं घटोत्पत्ति द्वितीयादिक्षणे रूपादिगुणैः सह उत्पद्यते. द्वित्वादिकं प्रति असमवायीकारणं च कालान्तरभावि द्वित्वादिकं प्रति असमवायीकारणं च. अन्यत्तु एकत्वम् आकाशात्मादि नित्यद्रव्यगतं, तस्य आश्रयस्य नित्यत्वात् तदेकत्वमपि आत्मत्वजातिवत् नित्यं भवति च तत् द्वौ आत्मनौ आकाशात्मनौ इत्यादि प्रतीतिविषयद्वित्वं प्रति असमवायीकारणम्. उत्पद्यमानत्वादेव द्वित्वादीनां सिद्धम् अनित्यत्वम्. अत्र तु एकत्वस्य द्वैविध्यम् इति अस्ति. प्रथममस्ति असमवायीकारणभूतं द्वित्वं तु द्वित्वम् असमवायीकारणं भूतम् असमवायीकारणभूतम् एकत्वं खलु. तर्हि एकत्वं द्विविधम् अस्ति, तद् कीदृश कीदृश एकत्वम् इत्युक्ते द्वित्व असमवायीकारणभूतम् एकत्वम्. तत्र किमर्थं द्वित्व असमवायीकारणभूतम् एकत्वम् इति अस्ति? एकत्वं द्वित्वं प्रति असमवायीकारणम् इति, समवायेन स्थित्वा समवायं समवाये जनयति द्वित्वम् इति कारणात् तत् असमवायीकारणभूतम्. सत्यं, तत्र कार्येण एकस्मिन् अर्थे समवेतं सत्कारणं खलु, इत्युक्ते कार्यं यदस्ति तस्मिन् तत्र तर्हि तत्र द्वित्वं प्रति एकत्वम् इति तत्र असमवायि, तत्र इत्युक्ते कार्येण अथवा कारणेन सह समवेतं सत्कारणम् असमवायिकारणम् इति वयम् उक्तवन्तः खलु, अथवा तर्हि तस्मिन् विषये अग्रे किञ्चित् इतोपि विस्तारेण पश्येम. इदानीं तत्र एकत्वम् इति यः सङ्ख्या अस्ति तत् द्वित्वम् इति गुणं प्रति, सङ्ख्या इति गुणः अस्ति खलु, तं प्रति कारणं भवति. कीदृशकारणम् इत्युक्ते असमवायीकारणं. समवायीकारणं नास्ति इति वयं जानीमः, तर्हि असमवायीकारणस्य लक्षणमपि जानीमः, तस्मात् असमवायीकारणम् इति वयं ज्ञातुं शक्नुमः. तर्हि तादृश द्वित्वं प्रति असमवायीकारणं असमवायीकारणकारणीभूतं यदेकत्वम् अस्ति तत् द्विविधं भवति इति. जन्ये घटादौ विद्यमानम् अनित्यं घटोत्पत्ति द्वितीयादिक्षणे रूपादिगुणैः सह उत्पद्यते. कालान्तरभावि द्वित्वादिकं प्रति असमवायीकारणं च. यदा घटादौ जन्ये एव तस्य अनित्यं, घटादौ अनित्यः भवति इत्युक्ते तस्य नष्टः भवति जन्यात् अनन्तरमेव इति अस्ति. घटोत्पत्ति द्वितीयादिक्षणे यदा घटः उत्पत्तिः भवति तस्य द्वितीयक्षणे एव रूपादि आदिगुणैः सह रूपादिगुणैः उत्पादनं भवति. यदा वयं पूर्वं दृष्टवन्तः वैशाखर्षणः इति, तत्र प्रथमं घटं घटस्य उत्पादनं, अनन्तरमेव गुणोत्पत्तिः भवति इति, अनन्तरं रूपादयः गुणाः इति अन्तिमेव आषाढश्चण एव, तस्मिन् विषये एव इति चिन्तयामि. हा हा सत्यम्. इत्युक्ते तत्र प्रथमं जन्ये घटादौ विद्यमानम् अनित्यम् इत्युक्ते जन्ये घटादौ इत्युक्ते जन्ये इत्युक्ते जन्यद्रव्ये खलु. तत्र यस्य जननं भवति इत्युक्ते यस्य उत्पादनं भवति तस्य नाशः अपि भवति इति कृत्वा द्रव्याणि यानि सन्ति घटादौ घटादिद्रव्याणि घटादीनि द्रव्याणि तस्मिन् तु तत्र अनित्यम् एव, अनित्य एकत्वम् इति यः गुणः अस्ति तत्तु अनित्यमेव, यतोहि तत्र द्रव्यमपि आश्रयीभूतद्रव्यमपि अनित्यम् इति कृत्वा तत्र गुणः अपि अनित्यं भवति. इत्युक्ते तत्र यदा आश्रयीभूतद्रव्यस्य नाशः भवति तस्मिन् विद्यमानस्य गुणस्य अपि नाशः भवति खलु. तर्हि तत्र घटादौ विद्यमानम् एकत्वम् अनित्यमस्ति, अपि च तादृशम् एकत्वं यत् अनित्यम् अस्ति तद् एकत्वं तत्र यथा भवति बहु सम्यक्तया उक्तं, तत्र घट उत्पत्तिक्षणस्य अनन्तरमेव उत्पद्यते, यतोहि तत्र घटः इति द्रव्यं यदस्ति तत् समवायिकारणं भवति खलु घटे विद्यमानं गुणं प्रति. तर्हि यदा घटे गुणः अस्ति तर्हि गुणस्य समवायिकारणं भवति घटः, तर्हि गुणस्य समवायिकारणं घटः इति अस्ति चेत् गुणोत्पत्तिपूर्वक्षणे एव घटोत्पत्तिः भवेत् खलु. तर्हि घट उत्पत्तेः अनन्तरमेव गुणोत्पत्तिः इति कृत्वा यदा रूपं रसः गन्धः इत्यादि गुणाः घटोत्पत्ति अनन्तरम् इत्युक्ते अथवा द्रव्योत्पत्ति अनन्तरक्षणे एव भवति, तथैव एकत्वम् इति सङ्ख्या अपि गुणः इति कृत्वा एकत्वमपि तत्र घटोत्पत्तेः अनन्तरक्षणमेव भवति. अपि च सः तत्र कालान्तरेण इत्युक्ते तत्र यदा एकः घटः अस्ति अपरः घटः इति अन्यघटः अपि अस्ति चेत् तत्र द्वित्वम् इति सङ्ख्यां प्रति असमवायिकारणमपि भवति इति प्रथमविधम्. तर्हि तत्र प्रथमविधम् एकत्वं यदस्ति तद् अनित्यमस्ति, अपि च द्रव्योत्पत्तिक्षणस्य द्वितीयक्षणम् तस्य उत्पादनं भवति, अपि च असमवायिकारणमपि भवति. असमवायिकारणं कारणं द्वे घटे कालान्तरभाविद्वित्वादिकम् तत्र द्वे अस्ति चेत् न. पुनः वदतु भगिनि, क्षम्यता, पुष्पा भगिनि खलु, पुष्पा भगिनि वदतु न, घटे अत्र द्वे घटे अस्ति चेत् कालान्तरभावि द्वित्वादिकं तु अत्र द्वित्वादिकम् अस्ति चेत् तत्र द्वयम् अस्ति घट. हा हा हा घटद्वयम् अस्ति चेत् यदा घटद्वयम् अस्ति चेत् तत्र द्वित्वम् इति सङ्ख्या यदा वदामः तद्वित्वसङ्ख्यां प्रति एकत्वम् इति यः सङ्ख्या या सङ्ख्या अस्ति सा असमवायिकारणं भवति. अन्यत्तु एकत्वम् आकाश आत्मादि नित्यद्रव्यकत्वं द्वितीयभेदः द्वितीयविधम् अस्ति नित्यद्रव्यं, यदा आकाश आत्मा काल दिक् इति विषये अस्ति, तस्य तादृशं एकत्वमपि नित्यम् अस्ति, द्वितीयविधम् अस्ति. तस्य आश्रयस्य नित्यत्वात् तत् एकत्वमपि आत्मजातिव नित्यम्. एकत्वस्य आश्रयस्य नित्यत्वात् तद् नित्यम् अस्ति इति कारणात् तद् एकत्वमपि आत्माजातिवत् नित्यम् इति अस्ति. आत्मजाति सदृशं नित्यम् इति वा? हा, इत्युक्ते आत्मा इति आत्मा आकाशः इति नित्यद्रव्यम् अस्ति चेत् नित्यद्रव्ये नित्यद्रव्यगतं गतजातिः यः अस्ति, इत्युक्ते आत्मत्वम् इति जातिः यद् आत्मनि वर्तते अथवा तादृशजातिः यदस्ति, तदपि नित्यम् इति वदति तत्र नैयायिकाः मतमस्ति. तर्हि नैयायिकानां मतं, तर्हि अत्र यथा तादृशजातिः नित्यम् अस्ति, तद्वत् तस्मिन् विद्यमानः गुणः यः इदानीं सङ्ख्या इति एकत्वम् इति यदस्ति, तदपि नित्यम् इति. आकाशादि केवलम् आकाशादि एव नित्यं नास्ति, तस्य धर्मः आत्मत्वं तद् जाति अपि नित्यम् एकत्वविषयम् इत्युक्ते धर्मः अथवा जातिः इत्युक्ते तस्मिन् विद्यमानः भावः इत्येव वयं वदामः खलु. तर्हि तत्र यदा सः नित्यः अस्ति अथवा तद्द्रव्यं नित्यम् अस्ति, तस्मिन् विद्यमानः धर्मः अपि अथवा भावः अपि नित्यम् इति. अनित्यस्य विपरीतदिशि किल, गुणः तत्र तु तद् नष्टं भवति चेत् गुणः अपि एकत्वमपि नष्टः भवति, अत्र नित्यम् अस्ति अतः एकत्वमपि नित्यम् अस्ति. सत्यं भवती च तत् द्वौ आत्मनौ आकाशात्मनौ इत्यादि प्रतीतिविषयद्वित्वं प्रति असमवायी कारणम् एकत्वं. द्वौ आत्मानौ आकाश आत्मानौ इत्यादि प्रतीति विषयद्वित्वं प्रति असमवायी कारणं. यदा द्वौ आत्मानौ वा आकाश आत्मानौ वा यदा इत्यादि विषये द्वित्वं एकत्वं प्रति क्षम्यताम् एकत्वं द्वित्वं प्रति असमवायी कारणम् इत्युक्ते आकाशः आत्मा इति विषयद्वयं वर्तते खलु अत्र. तर्हि आकाश आत्मानौ इति वयं तत्र द्वित्वसङ्ख्या सूचयामः चेत् तत्र असमवायिकारणं भवति. उत्पद्यमानत्वादेव द्वित्वादीनां सिद्धम् अनित्यत्वम्. यदा उत्पद्यम् उत्पादनं भवति अनन्तरमेव द्वित्वादीनां अस्ति चेत् तस्य अनित्यत्वं सिद्ध्यति इति. इत्युक्ते अत्र यत्र नित्यद्रव्यम् अस्ति, प्रथमं तु एकत्वम् इति द्विविधम् अस्ति, नित्यम् अनित्यं च इति उक्तवन्तः. तत्र यत्र नित्यगतं द्रव्यमस्ति चेत् अत्र एकत्वं नित्यम्, अनित्यगतं द्रव्यम् अस्ति चेत् अत्र एकत्वम् अनित्यम् इति वयम् उक्तवन्तः. परन्तु द्वित्वविषये नित्यम् अनित्यम् इति अस्ति वा इति प्रश्ने सति अत्र तथा नास्ति खलु. यतोहि द्वित्वम् इति चिन्तयामः चेत् द्वित्वं तु सर्वदा अनित्यमेव, यतोहि द्वित्वम् इति उत्पादनं भवति खलु. नित्यद्रव्येषु अपि एकत्वम् एव सर्वदा तिष्ठति खलु. आकाशात्मानौ इति वयं तत्र मिलित्वा तस्मिन् द्वित्वम् आरोपयामः, परन्तु तत्र वस्तुतः आकाशः आकाशे नित्यम् अस्ति एकत्वम्, आत्मनि नित्यम् अस्ति एकत्वं. यदा मिलित्वा वयं तत्र सम्मिलित्य वदामः चेत् तत्र द्वित्वम् इति तत्र द्वित्वसङ्ख्या आरोपणं भवति. तर्हि तत्र द्वित्वादिसङ्ख्या तु सर्वदा नित्यमेव इति. इत्युक्ते तस्य उत्पादनं द्वित्वम् इति सङ्ख्या उत्पादनं भवति खलु, नित्यं नास्ति इति कृत्वा तस्य अनित्यत्वं. तत्र तु द्वे अपि अस्ति चेत् अनित्यम्. द्वे अपि अस्ति चेत् अनित्यम्. हा, द्वित्वम् इति सर्वदा अनित्यमेव, नित्यं नास्ति. तत्र उत्पादन ओ द्विति द्वित्वम् उत्पादयत्वा एकत्वम् इति तत्र अनित्यं वा भवतु नित्यं वा भवतु, एकत्वम् इति असमवायिकारणं भवति द्वित्वं प्रति. इत्युक्ते द्वित्वं कदापि नित्यं नास्ति खलु, यतोहि एकत्वं भवति चेदेव तदनन्तरम् एव अनन्तरक्षणे एव द्वित्वं भवति. तर्हि सर्वदा द्वित्वं तु द्वित्वस्य उत्पादनं भवति, उत्पादनं भवति इति कारणात् तस्य नाशः अपि भवति. तर्हि तस्य अनित्यत्वं नित्यत्वं नास्ति इति अपि वयं वक्तुं शक्नुमः. तदेतत् सर्वम् अनुसन्धाय उक्तम् अन्नभट्टैः, एकत्वं नित्यम् अनित्यं च, नित्यगतं नित्यम् अनित्यगतम् अनित्यं, द्वित्वादिकं तु सर्वम् अनित्यमेव इति. अतः एव लक्षणवाक्यानि एकत्वस्य विषये एव सङ्ख्याविषये एकत्वं नित्यम् अनित्यम् इति द्विविधम् अस्ति. नित्यगतं नित्यम् अनित्यगतम् अनित्यम् इति यद् कथं वदामः, तत् गतम् इत्युक्ते तस्मिन् अस्ति इति किल. सत्यं, नित्ये नित्यत्वम् अस्ति, अनित्ये अनित्यत्वम् अस्ति इत्युक्ते नित्यद्रव्येषु यतोहि तत्र गुणः अस्ति खलु, गुणः अस्ति इति गुणः इति कृत्वा तत्र केवलं द्रव्येषु एव भवति. तर्हि नित्यगतम् इत्युक्ते वस्तुतः नित्यद्रव्येषु इति. नित्यद्रव्येषु नित्यम् अस्ति, अनित्यद्रव्येषु अनित्यम् अस्ति. द्वित्वादिकं तु सर्वदा अनित्यमेव इति अन्नभट्टैः उक्तम्. अत्र च नित्यपदेन आकाशादयः ग्राह्याः, पृथिव्यादिचतुष्टयस्य परमाणवः अपि शक्याः ग्रहीतुम्. अनित्याश्च घटादयः, लक्षणनिरूपणं तु कालग्रन्थवत् आलोचनीयम्. अत्र यदा वयं नित्यम् इति वदामः चेत् तत्र आकाश काल दिक् आत्मन आत्मनः ग्राह्यं भवति. पृथिव्यादिचतुष्टयस्य इत्युक्ते पृथिवी जल आपः वायुः तु पृथिवी तेजसि पृथिवी आपः तेजसि वायोः तस्य परमाणवः अपि नित्यः इति अत्र अस्ति. अनित्यः तु घटादयः, किमर्थम् इत्युक्ते तस्य नाशः भवति इति. कालग्रन्थवत् अत्र लक्षणनिरूपणं तु यदा कालस्य निरूपणं भवति तत् तादृशमेव किल. सत्यम्. अस्तु तर्हि महोदय, भवान् अग्रे पठति वा? हा आं भगिनि, भगिनि एकः प्रश्नः, अत्र द्वित्वस्य उत्पत्तेः अनन्तरम् एकत्वस्य नाशं भवति वा? कदापि न भवति. कदापि इत्युक्ते नित्यं नित्यद्रव्येषु न भवति, अनित्यद्रव्येषु भवति यदा द्रव्यस्य नाशः भवति. परन्तु द्वित्वं द्वित्वस्य उत्पादनम् अभवत् इति कृत्वा एकत्वस्य नाशः न भवति. इत्युक्ते एकः घटः अस्ति, अनन्तरम् अन्य एकः घटः भवति, अतः द्वौ घटौ, अतः तत्र एकस्य घटस्य एकत्वम् अस्ति, अन्य घटस्य अपि एकत्वम् अस्ति किल, अतः तादृशरीत्या. सत्यं सत्यं. तर्हि तत्र प्रथमस्य घटस्य अपि एकत्वम् अस्ति, द्वितीयस्य घटस्य अपि एकत्वम् अस्ति खलु. तर्हि तत्र तदनन्तरं तत्र घटे द्वित्वम् इति संख्या आरोपितं भवति खलु. तर्हि एकत्वम् इति नास्ति चेत् द्वित्वम् इति न भवति. इतोपि प्रश्नः अस्ति वा? समाधानं न प्राप्तं वा? तदेव अहं चिन्ता यथवा पारिभाषारीत्या तत्र नास्ति इति वदति मम प्रश्नः. अस्ति इति अहमपि चिन्तितवान्, परन्तु तत्र किमपि पारिभाषिकरीत्या अस्ति वा नास्ति वा इति मम प्रश्नः आसीत्. तदेव. धन्यवादः. अस्तु. अपि च अन्य कोऽपि अस्ति वा तत्र? रामप्रिया भगिनी, सुनील महोदय, पुष्पा भगिनी. अस्तु अस्तु अस्तु. सम्यक्. पठतु महोदय. संख्यालक्षणे परिष्कारः. कालनिरूपणे अतीतादिव्यवहारेत्यधिरूपे अतीतत्वं प्रकारः इति चिन्तितम्. अत्र एकत्वादिव्यवहारहेतुः इति लक्षणकरणात् एकत्वादिरूपा संख्या एव व्यवहारेण जायमाने ज्ञाने प्रकारविधया ग्राह्या. तथा च यावत् एकत्वद्वित्वादिरूपां संख्यां च विद्मः तावत् अन्यं बोधयितुम् अयमेकः इमौ द्वौ इति शब्दप्रयोगं कर्तुं न शक्नुमः. तां च संख्यां महोदय तत्र क्षम्यतां, तत्र किञ्चित् अधिकम् अस्ति अत्र, तर्हि किञ्चित् कण्ठशः पश्येम. प्रथमवाक्यं पुनः पठित्वा किञ्चित् वदतु महोदय. कालनिरूपणे अतीतादिव्यवहारेत्यरूपे अतीतत्वं प्रकारः इति चिन्तितम्. अत्र वयं कालनिरूपणे किं दृष्टवन्तः इति अस्ति. अत्र अतीतादिव्यवहारहेतुः कालः इति अत्र पारिभाषः वाक्यमासीत्. तत्र अतीतत्वम् अपि तदेव अत्र तत्र तच्चिन्तनमिति उक्तम्. अत्र अतीतत्वं प्रकारः इति अस्ति खलु, तत् स्मरति वा? तत्र प्रकारः इत्युक्ते किम् इति? सम्यक् न स्मरामि. हा अस्तु, तर्हि नास्ति चिन्ता. त्रित्रिंशत्तमे पुटे पश्येम. अत्र वयं भूतलं घटवत् इति विषयम् आधारीकृत्य किञ्चित् चिन्तनं कृतवन्तः. अत्र यदा भूतलं घटवत् इति अस्ति, अत्र ज्ञानस्य त्रिविध तत्र ज्ञानस्य तत्र यदा तत्र करदीपम् अस्ति तत्र त्रैविध्यं भवति इति वयं दृष्टवन्तः खलु. तत्र विशेषणं भूतलम् इति विशेष्यं, तस्मिन् तत्र विषयता अस्ति, तदनन्तरं तत्र विशेषणं बोधनं कृतवत् इति वदामः चेत् अत्र घटवत् इति विशेषणं भवति भूतलस्य, तर्हि तस्मिन् विशेषणे विद्यमान प्रभा अथवा ज्ञानं यदस्ति तदस्ति प्रकारता, अपि च तत्र संयोगः यः अस्ति तस्मिन् विद्यमाना प्रभा अस्ति संसर्गता इति वयं दृष्टवन्तः. तर्हि तत्र अयं घटः इति यदा वदामः चेत् तत्र अयं घटः इति ज्ञानं, तत्र घटः इति विषयः, अयं घटः इति वदामः चेत् तत्र ज्ञानम् इति सविषयकपदार्थः इति अपि वयं चिन्तितवन्तः. तर्हि अयं घटः इति ज्ञाने विषयः अस्ति घटः इति. अपि च इदानीं यदा भूतलं घटवत् इति वदामः चेत् तत्र भूतलम् इति विषयः भवति, घटवत् इति भूतले घटः अस्ति इति कृत्वा भूतलं घटवत् इति भूतलस्य विशेषणं घटेन कुर्मः. तर्हि तत्र घटः भवति विशेषणं. तर्हि तत्र तस्मिन् या प्रभा अस्ति तदस्ति प्रकारता, तयोः मध्ये यः सम्बन्धः अस्ति तदस्ति संसर्गता इति. अस्तु, तर्हि अत्र तदनन्तरं यदा वयं कालविषये दृष्टवन्तः, अत्र अतीतत्वम् इति अतीतत्वे प्रकारता अस्ति, इत्युक्ते तत्र अतीतत्वम् अस्ति विशेषणं, तर्हि तस्मिन् अस्ति प्रकारता इत्युक्ते अतीतत्वे प्रकारता अस्ति चेत् अतीतत्वम् इति प्रकारः इति वयं वक्तुं शक्नुमः खलु, यतोहि प्रकारे प्रकारता अस्ति इति अपि वयं वक्तुं शक्नुमः. यथा सुन्दरस्य भावः सुन्दरता, तर्हि प्रकारस्य भावः प्रकारता, अतीतत्वे प्रकारता अस्ति चेत् अतीतत्वम् इति प्रकारः इति वयं वक्तुं शक्नुमः. अवगच्छति वा? तर्हि तत्र वयं किम् उक्तवन्तः इत्युक्ते कालनिरूपणे तत्र अतीतादिव्यवहारहेतुः कालः इति यदा लग्नवाक्यम् आसीत् तत्र अतीतत्वम् इति प्रथमम् अस्ति प्रकारः, अपि च तत्र व्यवहारहेतुः इत्युक्ते तत्र व्यवहारहेतुः इति पदस्य अपि तत्र किञ्चित् विवरणं कृतवन्तः खलु, तत् कोऽपि स्मरति वा व्यवहारहेतुः इत्युक्ते किम् इति? ज्ञानजनकशब्दप्रयोगः. उत्तमं, ज्ञानजनकशब्दप्रयोगः इति. इत्युक्ते तत्र यदा किमपि तत्र काकु इति किमपि वदामः चेत् तस्मिन् किमपि ज्ञानं नास्ति खलु, अथवा तस्मात् किमपि ज्ञानं न उत्पद्यते, तर्हि तत् ज्ञानजनकशब्दप्रयोगः इति नास्ति. शब्दप्रयोगः इति प्रायः वक्तुं शक्नुमः, यतोहि तत्र ध्वनिः आगच्छति, परन्तु ज्ञानजनकशब्दप्रयोगः इति नास्ति. तर्हि तादृश यदा ज्ञानजन तत्र अतीतः घटः इति वदामः चेत् अतीतः इति पदेन किमपि ज्ञानम् उत्पादयति, तादृशज्ञानस्य कारणमस्ति शब्दप्रयोगः, शब्दप्रयोगस्य कारणमस्ति कालः इति कृत्वा कालः इति द्रव्यस्य निरूपणम् अभवत्. स्मरति वा? एकवारं हा, अतीतः घटः इति यदा वयं अत्र आकारः उक्तवन्तः, अत्र अतीतः घटः इति उक्तवन्तः चेत् अतीतः घटः इति पद इति वाक्येन आकारेण तत्र किमपि ज्ञानम् अभवत्, तद् ज्ञानस्य कारणम् अस्ति शब्दप्रयोगः. अतीतः घटः इति शब्दप्रयोगेन एव तादृशज्ञानम् आगतं खलु, तत् शब्दप्रयोगस्य कारणम् अस्ति कालः इति कृत्वा कालः इति द्रव्यस्य निरूपणं वयं कृतवन्तः. सम्यक्. अस्तु, तर्हि तथैव यथा वयं तत्र ज्ञानस्य क्षम्यतां कालस्य निरूपणं कृतवन्तः, तद्वत् इदानीं संख्यायाः निरूपणम्. उत्तमम्, अग्रे पठतु महोदय. अत्र एकत्वादिव्यवहारहेतुः इति लक्षणकारणात् लक्षणकरणात् एकत्वादिरूपसङ्ख्या एव व्यवहारेण जायमाने ज्ञाने प्रकारविधया ग्राह्या. अत्र यत्र एकत्वादिव्यवहारहेतुः इति लक्षणवाक्यं स्वीकुर्मः चेत् अत्र एकत्वरूपम् अथवा एकत्वरूपसङ्ख्या एव उच्यते इति अत्र व्यावहारिकरीत्या तदेव अर्थः अस्ति इति. हा, इत्युक्ते एकत्वं तत्र एकत्वादिव्यवहारहेतुः इत्युक्ते सङ्ख्या इति लक्षणवाक्यम् आसीत् खलु. एकत्वादि इत्युक्ते एकः घटः इति आकारः अस्ति चेत् एकत्वादिव्यवहारहेतुः सङ्ख्या इति लक्षणवाक्ये एकत्वादिरूपसङ्ख्या एव व्यवहारेण जायमाने ज्ञाने प्रकारविधया ग्राह्या. इत्युक्ते एकत्वम् इति यदा अतीतादिव्यवहारहेतुः कालः इति वाक्ये अतीतः घटः इति कृत्वा तत्र अतीतत्वे प्रकारता आसीत् खलु. तर्हि अतीतत्वं प्रकारः इति कृत्वा वयं तत्र कालस्य निरूपणं कृतवन्तः. तद्वत् इदानीम् एकत्वं यदस्ति तस्मिन् प्रकारता अस्ति इति कृत्वा एकत्वम् एव प्रकारः इति कृत्वा वयं सङ्ख्यायाः निरूपणं कर्तुं शक्नुमः अथवा सङ्ख्यायाः अवगमनं कर्तुं शक्नुमः इति. इत्युक्ते तत्र अग्रिमपुटे पश्यतु, तत्र चित्रमस्ति. यथा कालस्य विषये चित्रमासीत् तद्वदेव अत्रापि अस्ति पश्यामः चेत्. तत्र अत्र तु अतीतः घटः इति आकारः, अत्र तु एकः घटः. तर्हि तत्र अतीतत्वम् इति आसीत् तस्मिन् प्रकारता, इदानीं तत्र एकत्वं तस्मिन् प्रकारता. तथा च यावत् एकत्वद्वित्वादिरूपां सङ्ख्यां न विद्मः तावत् अन्यं बोधयितुम् अयमेकः इमौ द्वौ इति शब्दप्रयोगं कर्तुं न शक्नुमः. अतः अत्र एकत्वद्वित्वादिरूपं सङ्ख्यां न स्वीकुर्मः चेत् तत्र एकः घटः द्वौ घटौ इत्यादि शब्दप्रयोगं कर्तुं न शक्नुमः इति. हा, न विद्मः इत्युक्ते न जानीमः खलु. इत्युक्ते एकत्वादि रूपां सङ्ख्याम् इत्युक्ते तत्र सङ्ख्याविषये सङ्ख्या नास्ति चेत्, सङ्ख्या इति गुणः नास्ति चेत्, तर्हि एकः घटः इति अथवा द्वौ घटौ इति यत्किमपि वदामः चेत् अत्र तस्य अवगमनं न भवति खलु. तर्हि तत्र सङ्ख्या इति सङ्ख्या अस्ति कारणं शब्दप्रयोगस्य, शब्दप्रयोगः इति कार्यम्. अग्रिमपुटे पश्यतु तत्र चित्रं. सङ्ख्यायां यदस्ति, सङ्ख्यायाम् अस्ति कारणता. सङ्ख्या अस्ति तर्हि कारणता इति कारणता इत्युक्ते किं? सङ्ख्या इति कारणं खलु. कारणम् अस्ति चेदेव कार्यस्य उत्पादनं भवति. तर्हि तत्र सङ्ख्या इति गुणः नास्ति चेत् शब्दप्रयोगः शब्दप्रयोगेन ज्ञानम् इति तत्र यः क्रमः अस्ति स च क्रमः न भवति खलु. यतोहि कारणं नास्ति चेत् कार्यस्य न कार्यं तु न भवति. तर्हि सङ्ख्या इति कारणं नास्ति चेत् तत्र ज्ञानजनकशब्दप्रयोगः इति न भवति. कार्यः इति ज्ञानजनक जनकत्वं कार्यः न कार्यम् इत्युक्ते केवलं जनकत्वं. तत्र ज्ञानजनकशब्दप्रयोगः इत्युक्ते प्रथमं शब्दप्रयोगः शब्दप्रयोगेन ज्ञानं भवति खलु, तदेव तत्र व्यवहारहेतुः इति यद्वदामः तदेव ज्ञानजनकशब्दप्रयोगः. तां च सङ्ख्यां ज्ञात्वा यदा अयमेकः इति प्रयोगं कुर्मः तदा अपरस्य तेन ज्ञानम् उत्पद्यते अयमेकः इत्याकारम्. अतः सङ्ख्यां ज्ञात्वा अत्र एकः घटः इति वयं शब्दप्रयोगं कुर्मः तदा अन्यः तेन शब्दप्रयोगेन जानाति तत्र एकः घटः इति अस्ति इति. तत्र आकारकम् इति अस्ति खलु, आकारः इत्युक्ते किम्? अत्र घटस्य आकारः इति किल अत्र. इत्युक्ते ज्ञानादिसविषयकपदार्थानां तत्र पश्यतु, तत्र पुनः त्रित्रिंशतितमे पुटे आकारः इत्यस्य ज्ञानादिसविषयकपदार्थानां ये विषयाः तेषां प्रकाशादीनां क्षम्यतां तेषां प्रकाशितानां शब्देन प्रतिपादनं स्वरूपम् इति अर्थः. इत्युक्ते आकारः इति यः अस्ति तेन तत्र यः विषयः अस्ति विषयस्य तत्र शब्देन तस्य प्रतिपादनं भवति. इत्युक्ते घटः अत्र अस्ति चेत् अयं घटः इति तत्र घटः इति विषयः खलु, अयं घटः इति ज्ञानं. तर्हि तत्र अयं घटः इति आकारेण एव तादृशज्ञानं भवति. तत्र आकारः एतत् सर्वं तत्र किमर्थं तत्र प्रकारता आकारः तत्सर्वं पुनः पुनः तत्र पठामः इत्युक्ते तत्सर्वं तत्र इदानीं अत्र न्यायशास्त्रे पारिभाषिकशब्दाः खलु, तर्हि पुनः पुनः पुनः तस्य किञ्चित् पठनेन आकारः इत्युक्ते किं, प्रकारता इत्युक्ते किम् इति किञ्चित् मनसि तिष्ठति. तदर्थमेव तत्सर्वं किञ्चित् मनसि निधाय पठेम चेदेव तत्र अस्माकम् अवगमनं सम्यक् भवति. अग्रे पत्र महोदय. तत्र पुरोवर्ति गढादिः विशेष्यविधया भासते एकत्वं द्वित्वं वा प्रकारविधया भासते. तत्र पूर्वं उक्तवन्तः अत्र गडादिः विशेष न पुरोवर्ति पुरोवर्ति इत्युक्ते पुरतः वर्ति इत्युक्ते अस्ति इत्युक्ते अयं घटः अथवा एकः घटः द्वौ घटौ इति वदामः चेत् यः घटः अस्माकं पुरतः अस्ति तस्मिन् विशेष्यविधया भासते खलु, इत्युक्ते तस्मिन् विषयः अस्ति इति कृत्वा विशेष्यता अस्ति. एकत्वम् अपि च द्वित्वं तस्मिन् तत्तु प्रकारविधया इत्युक्ते तस्मिन् तु प्रकारता अस्ति इति कृत्वा प्रकारविधया भासते. स च प्रकारता प्रकारतायाः अधिकरणे विद्यमानेन एकत्वेन द्वित्वेन वा अवच्छिद्यते. अवच्छिद्यते इत्युक्ते अत्र अवच्छिन्नं भवति इति इत्युक्ते भिद्यते. घटे विद्यमान प्रतियोगितायाः घटत्वेन न न एकक्षणं तत् किञ्चित् वदतु महोदय, सा च प्रकारता. आम् अत्र सा च प्रकारता प्रकारतायाः अधिकरणे विद्यमानेन एकत्वेन द्वित्वेन वा अवच्छिद्यते. प्रकारतायाः अधिकरणं किम्? अत्र घटः किल अग्रिमपुटे चित्रं दृष्ट्वा वदतु. प्रकारता कुत्र अस्ति? प्रकारता एकत्वे अस्ति. तर्हि प्रकारतायाः अधिकरणं किम्? एकत्वमस्ति. इत्युक्ते इदानीमेव पूर्वस्मिन् पूर्वस्मिन् वाक्ये अपि तदेव आसीत् खलु, तत्र पूर्ववर्तीघटादि विशेष्यविधया भासते एकत्वं द्वित्वं वा प्रकारविधया भासते इति. इत्युक्ते एकः घटः इति वदामः चेत् तत्र एकत्वे अस्ति प्रकारता, घटे अस्ति विशेष्यता. घटः इति विषयः, एकत्वम् इति तत्र विशेष्यं खलु. विशेष्ये अस्ति प्रकारता, विषये अस्ति विशेष्यता. तर्हि प्रकारतायाः अधिकरणमस्ति एकत्वम्. एकत्वम् उत्तमम्. अथवा द्वित्वम् इत्युक्ते द्वौ घटौ इति वदामः चेत् तत्र द्वित्वम्. तर्हि प्रकारता तु इदानीं तत्र अधीतः घटः इति वदामः चेत् अधीतत्वे अपि प्रकारता अस्ति, एकत्वं मध्ये अपि इदानीं प्रकारता अस्ति. तर्हि प्रकारतायाः अवच्छेदनम् अथवा भेदः एकत्वे यः या प्रकारता अस्ति सा प्रकारता अतीतत्वे या प्रकारता अस्ति तस्मात् कथं भिद्यते इति प्रश्ने सति अत्र एकत्वेन अथवा द्वित्वेन एकत्वत्वेन अथवा द्वित्वत्वेन तस्य अवच्छेदनं भवति इति. अवगच्छति वा महोदय? अहं पुनः वक्तुं अत्र एकः घटः इति वदामः चेत् अत्र एकत्वे प्रकारता अस्ति, घटे विशेष्यता अस्ति, विशेष्यता अस्ति. अतः एकत्वेन अत्र अवच्छिन्ना भवति प्रकारता. प्रकारता अत्र घटत्वेन अवच्छिन्ना भवति विशेष्यता. उत्तमं, तावदेव. अग्रे पठामि वा? हा, पठतु महोदय. घटे विद्यमान प्रतियोगितायाः घटत्वेन अवच्छेदवत्. अत्र घटे विद्यमान प्रतियोगिता अस्ति चेत् घटस्य प्रतियोगिता अत्र घटत्वेन अवच्छेदकं भवति इति. घटः अस्ति इति तथा च एकत्वावच्छिन्न प्रकारतानिरूपितघटादिनिष्ठ विशेष्यतानिरूपकज्ञाननिष्ठ निष्ठककार्यकारितानिरूपितकारणताश्रय शब्दप्रयोगनिष्ठ कारितानिरूपितकारणताश्रयः सङ्ख्या इति सङ्ख्यायाः निरूपणमस्ति. तादृशकारितानिरूपितकारणताश्रयत्वं सङ्ख्यायाः लक्षणमिति. तत्र इदानीं यदा चित्रं मनसि अस्ति चेत् तद्वाक्यं बहु सुलभं भवति. तद्वाक्यस्य विषये वयं प्रत्येकं भागं स्वीकृत्य वयं तत्र अवगमनं कृतवन्तः. तर्हि तत्र यदा तत् लघुवाक्यं क्षम्यतां बृहत् वाक्यं यदस्ति तत् पठामः यदा पठामः तत्र किञ्चित् मनसि चित्रं भवेत्. चित्रमस्ति चेत् तत्र सौलभ्यम् अस्ति. इदानीम् अवगतं वा तत्र सङ्ख्यायाः लक्षणम्? अत्र एकत्वम् अत्र चित्रे एकत्वम् अस्ति, प्रकारता एकत्वम् अस्ति. तत्र अन्य किमपि सङ्ख्यायाः प्रयोगं कर्तुं शक्नुमः वा? सत्यम्, अत्र आकारः अस्ति एकः घटः इति खलु. यथा तत्र अतीतः घटः इति वयं कालविषये आकारः स्वीकृतवन्तः, तथा तद्वत् अत्र एकः घटः इति आकारः अस्ति. यदा द्वौ घटौ इति अस्ति चेत् अत्र द्वित्वं भवति, तर्हि द्वित्वत्वेन अवचनः भवति प्रकारतः. अथवा द्वौ पटौ इति अस्ति चेत् अत्र पटत्वेन अवचनः भवति विशेष्यता अथवा प्रतियोगिता. परन्तु तदनन्तरं सर्वं समानं खलु, यतोहि तत्र ज्ञानस्य अनन्तरं ज्ञानस्य कारणं तु शब्दप्रयोगः, शब्दप्रयोगस्य कारणं तु सङ्ख्या इति, तत्र तु समानमेव. अग्रे पठामि वा अन्येकम्? अत्र तत् समापयतु महोदय. इत्थमेव च तत्र तत्र योग्यं प्रकारं प्रकारतावच्छेदकं च प्रवेश्य व्यवहारपदघटितानि लक्षणानि परिकर्तुं यतितव्यं. वयमपि तान् प्रकारान् तत्र तत्र दर्शयिष्यामः. पूर्वम् उक्तरीत्या एव यत्र यथायोग्यं प्रकारं प्रकारावच्छेदकं अत्र व्यवहार्य द्वितीय उपयोगं कृत्वा लक्षणानि इत्युक्ते यत्र यत्र व्यवहारहेतुः इति पदम् आगच्छति लक्षणवाक्ये, तत्र पूर्वमपि एकवारं वयं दृष्टवन्तः इति स्मरामि. तत्र अतीतादिव्यवहारहेतुः कालः, एकत्वादिव्यवहारहेतुः सङ्ख्या, तद्वत् तत्र व्यवहारहेतुः इति पदघटितानि लक्षणवाक्यानि षड् वा सप्त सन्ति. तत्र सप्तपदानि सप्तवाक्यानि वा षड्वाक्यानि वा सन्ति संयुक्तव्यवहारे हेतुः संयोगः इति यावत्. तर्हि यत्र यत्र तादृशव्यवहारहेतुः इति पदम् आगच्छति तत्र यथा अत्र वयं निरूपितवन्तः तद्वदेव करणीयम् इति. इत्युक्ते प्रकारं च प्रकारता अवच्छेदकम् उपयुज्य करणीयम् इति. हा हा, अत्र व्यवहारहेतुः इति अस्ति चेत् तत्र आकारः कः इति दृष्ट्वा तत्र तद् अत्र यथा कृतवन्तः तद्वत् करणीयम् इति अस्माभिः. उत्तमं, तर्हि पुष्पा भगिनी भवती पठति वा? तत्र इत्यमेव तत् तत् बहु सम्यक् न अवगच्छामि. हा, तत्र केवलं व्यवहारपदघटितानि लक्षणानि इति अस्ति खलु, इत्युक्ते व्यवहारपदम् अस्ति चेत् तत्र लक्षणवाक्ये अस्ति चेत् यथा अत्र कृतवन्तः अपि च पूर्वं कालनिरूपणे कृतवन्तः तद्वत् निरूपणं करणीयम् इति तावदेव. मानवव्यवहारात् साधारणं कारणम् असाधारणं साधारणं मानव्यवहार असाधारणं कारणं परिमाणं व्यवहार असाधारणं कारणं परिमाणं नवद्रव्यवृत्ति तच्च तु तच्चतुर्विधं अणु महत् दीर्घं ह्रस्वं च इति क्रमप्राप्तं परिमाणं लक्षयति मानव्यवहार इति इह अयं दीर्घः अयं लघुः इत्यादिरूपं परिमाणविषयकव्यवहारः ग्राह्यः तेन च व्यवहारेण शब्दप्रयोगात्मकेन घटादिविशेष्यकं लघुत्वप्रकारकं ज्ञानम् उत्पद्यते तत्र प्रकारता लघुत्वावच्छिन्ना तथा च लघुत्वत्व अवच्छिन्न लघुत्वनिष्ठप्रकारतानिरूपितघटनिष्ठविशेष्यता निरूपकज्ञाननिष्ठजन्यता निरूपितजनकता जनकताश्रयशब्दप्रयोगनिष्ठकार्यता निरूपितकारणताश्रयत्वं परिमाणस्य लक्षणम् क्रमप्राप्तं परिमाणं लक्षयति अत्र क्रमेण गच्छति परिमाणानि न क्रमेण तत्र अन इत्युक्ते तत्र गुणनिरूपणे वयं क्रमेण गच्छामः खलु इदानीं तर्हि तत्र सङ्ख्यायाः अनन्तरं परिमाणम् आगच्छति इति यदा क्रमेण गच्छेम तर्हि सङ्ख्यायाः अनन्तरं परिमाणम् इति गुणः तत्पूर्वम् एकक्षणं भगिनि तत्र मानव्यवहार असाधारणं कारणं परिमाणम् इत्युक्ते तत्र यदा वयं अत्र व्यवहार असाधारणं कारणम् इति अस्ति न तु असाधारणधर्मः यदा वयम् असाधारणधर्मः इति वदामः अत्र लक्षणविषये आगच्छति खलु अतिव्याप्ति अव्याप्ति असम्भव दोषरहितं धर्मः दोषरहितः धर्मः यः अस्ति स च असाधारणधर्मः इति वयं जानीमः अत्र असाधारणं कारणम् इति अस्ति इत्युक्ते तत्र कारणकार्यभावः तत्र परिमाणम् इति अपि इदानीं कारणम् इत्युक्ते हेतुः इति अपि वयं वक्तुं शक्नुमः खलु तदपि व्यवहारहेतुः इति पदे अपि हेतुः इत्युक्ते कारणम् इति वयम् उक्तवन्तः तर्हि तत्र मानव्यवहारः इत्युक्ते मानम् इत्युक्ते वयं जानीमः खलु यत्र मानं कर्तुम् इच्छामः तत्र किमपि लघु अस्ति वा बृहत् अस्ति वा दीर्घः अस्ति वा इति इत्यावत् मानं यदा वयं कुर्मः अत्र तस्य कारणं तस्य तादृशव्यवहारस्य कारणं भवति परिमाणम् इति तत्र परिमाणम् इति यः गुणः अस्ति तत् नवद्रव्यवृत्तिः अस्ति इदानीं तत्र वयं यदा सङ्ख्यायाः आरम्भं कृतवन्तः तत्र एव दृष्टवन्तः इति स्मरामि तत्र सङ्ख्या आरभ्य तत्र षड्गुणाः षड् वा सप्तगुणाः अस्ति यत् नवद्रव्यवृत्तिः अस्ति इत्युक्ते तत्र सङ्ख्या परिमाणं पृथक्त्वं संयोगविभागपर्यन्तम् इति स्मरामि तत्र प्रायः परत्वापरत्वमपि तत्पर्यन्तं तत्र नवद्रव्यवृत्तिः अस्ति प्रथमं यद्वयं दृष्टवन्तः तत्र केवलं तत्र गन्धः इति पृथिव्यामेव अस्ति तत्सर्वं वयं पूर्वं दृष्टवन्तः इदानीं यद्वयं पश्यामः इत्युक्ते सङ्ख्या तदनन्तरं परिमाणम् इति तत् सर्वं नवद्रव्यवृत्तिः अस्ति. तदनन्तरं तत् चतुर्विधम् इत्युक्ते परिमाणं चतुर्विधम् अस्ति, अणुपरिमाणं, महत्परिमाणं, दीर्घं, ह्रस्वं च इति तत्र चतुर्विधपरिमाणम् अस्ति इति. अस्तु, इदानीं वदतु भगिनि अग्रे. तत्र मानव्यवहार इति अत्र त्वमेव विवरणं कृतवान् किं किम् दीर्घः लघुः इत्यादिरूपः अस्ति अस्ति चेत् परिमाणविषय विषयकव्यवहारः आवां ज्ञातुं शक्नुमः. अस्ति अस्ति भगिनि, वयम् अवगन्तुं शक्नुमः. आवाम् इति किमर्थं भगिनि, तत्र किमर्थं द्विवर्णं वयं वयं? तेन च व्यवहारेण शब्दप्रयोगात्मकेन घटादिविषय विशेष्यकं लघुत्वप्रकारकं ज्ञानम् उप्यते. हा हा, अत्र तदैव व्यवहारेण घटादिविशेष्यकं लघुत्वं या प्रकारकं अत्र ज्ञानम् उत्पद्यते. अत्र प्रकारकम् एकक्षणं, तत्र प्रकारकं विशेष्यम् इत्युक्ते किम्? एतावत्पर्यन्तं तस्मिन् विषये बहु विस्तरेण वयं चर्चितवन्तः सङ्ख्यायाः विषये, तर्हि किञ्चित् वदति वा पुनः? तत्रापि एतत् सर्वम् आगतं, तत्र प्रकारकं विशेष्यं तत्सर्वं तत्र विशेष्यकं घटे घटे सह तत्र घटेन सह अत्र संख्या अपि आयाति, संख्या न आयाति न तत्र प्रकारता न तत्र. अस्तु, सुनील् महोदय किञ्चित् सहायं करोति वा? तत्र इदानीं तेन च व्यवहारेण शब्दप्रयोगात्मकेन घटादिविशेष्यकं लघुत्वप्रकारकं ज्ञानम् उत्पद्यते इत्युक्ते किम्? तेन च व्यवहारेण शब्दप्रयोगात्मकेन घटादिविशेष्यकं लघुत्वप्रकारकं ज्ञानमुत्पद्यते. अत्र तेन इत्युक्ते अत्र अणु, महत्, दीर्घ, ह्रस्व इति तेन इत्युक्ते अत्र परिमाणेन. ओ, परिमाणेन, क्षम्यता, अत्र एकवचनमेव. तेन शब्दप्रयोगात्मकेन घटादि विशेष्यकं लघुत्वप्रकारकं ज्ञानम् उत्पद्यति. अत्र चित्रे अपि अस्ति लघुत्वमिति प्रकारता अस्ति, अत्र लघुत्वेन अवच्छिन्ना भवति. सत्यं, तत्र इतोपि किञ्चित् वक्तव्यं खलु? तत्र तत्र आकारः कः, विशेषः कः, विषयः कः, तत्सर्वं किञ्चित् इतोपि अधिकं वदति चेत् तत्र अवगमनं किञ्चित् सम्यक् भवति. तत्र अवच्छिन्नविषयः तु द्वितीयसोपानं, प्रथमसोपानं तु यथा वयं सङ्ख्याविषये कृतवन्तः, तत्र प्रथमं किं प्रथमं तत्र आकारः कः इति उक्त्वा अत्र प्रकारता कस्मिन् अस्ति तत्सर्वं दृष्ट्वा तदनन्तरमेव अवच्छिन्न कत् कथम् अवचिद्यते इति सर्वं दृष्टवन्तः खलु, तथा तद्वत् वदतु। यदा वयं पूर्वं दृष्टवन्तः भूतलं घटवत् इति वाक्ये, न एकक्षणं महोदय क्षम्यतां, भूतलं घटवत् इति मास्तु, अत्र आकारः कः? अत्र आकारः कः स्यात्? घटादिविशेषकं न रामप्रिया भगिनी? लघुघटः इति। लघुः घटः, उत्तमं। लघु, तर्हि वदतु भगिनी भवती एव। अत्र लघुः घट, लघुघटः इति वयं स्वीकुर्मः चेत्, लघुः घटः, लघुः घटः इति स्वीकुर्मः चेत् घटः इति विशेष्यं, लघुः इति विशेषणम् अस्ति, तदेव लघुत्वम् एव प्रकारता, लघुत्वे प्रकारता अस्ति, अत तदेव परिमाणस्य ज्ञानम् उत्पादयति। अपि च घटे किम् अस्ति? घटे घटत्वम् अस्ति, विशेष्यता अपि अस्ति, घटत्वेन अवचिन्ना भवति विशेष्यता, लघुत्वे लघुत्वे प्रकारता अस्ति, लघुत्वत्वम् अपि अस्ति, लघुत्वत्वेन अवचिन्ना भवति प्रकारता। अति उत्तमं, तदेव तदेव ज्ञानं, प्रकारतानिष्ठज्ञानं, विशेष्यता पूर्णतया वदामि वा? लघुत्व लघुत्वं लघुत्वं निष्ठ लघुत्वत्व अवच्छिन्नप्रकारतानिष्ठज्ञानं, घटत्व अवच्छिन्ना विशेष्यतानिष्ठज्ञानं, घटनिष्ठघटत्व घटनिष्ठ घटत्व अवच्छिन्ना विशेष्यता विशेष्यतानिष्ठज्ञानं, निरूपकं ज्ञानं क्षम्यतां, तद् निष्ठकार्यता, तद् कारणता निरूपयति, कारणता आश्रयः अस्ति शब्दप्रयोगः, तद् शब्द सः शब्दप्रयोगः शब्दप्रयोगनिष्ठकार्यता निरूप निरूपक कारणता निरूपितकारणता आश्रयत्वं परिमाणम्। उत्तमम्, अति उत्तमं, तर्हि इदानीं तदेव तत्र वाक्यमपि अस्ति खलु, तथा च लघुत्वत्व अवच्छिन्न लघुत्वनिष्ठकारतानिरूपित घटनिष्ठविशेषतानिरूपक ज्ञाननिष्ठ जन्यता, जन्यता इत्युक्ते कार्यता अपि, जन्यता निरूपित जनकता इत्युक्ते कारणता, कारणता आश्रय शब्दप्रयोगनिष्ठ कार्यता निरूपित कारणतायाः आश्रयः अस्ति परिमाणम्, अथवा कारणता आश्रयत्वं परिमाणस्य लक्षणम् इति, यथा सङ्ख्यायाः लक्षणं कृतवन्तः तद्वदेव परिमाणस्य निरूपणमपि। अवगतं वा? अस्तु, पुष्पा भगिनी भवती अवगतवती वा? अवगच्छामि, अवगच्छामि। उत्तमं, तर्हि रामप्रिया भगिनी भवती एव अग्रे पठतु। आं भगिनि, अस्य विभागमाह अणु महत् दीर्घं ह्रस्वं च इति, अत्र इदं वक्तव्यं, पृथिवी निरूपणे गन्धवती का इति प्रश्ने पृथिवी इति समाधानं, पृथिवी कीदृशी इति पृष्टे गन्धवती इति समाधानम्, अतः गन्धवती इति शब्दः पृथिवीमेव ब्रूते, तस्मात् पृथिवीवृत्तिधर्मबोधनाय गन्धवत्वं पृथिवीलक्षणम् इति वाच्यम् वाच्यमिति उक्तम्। अत्र तु परिमाणस्य परिमाणः चतुर्विधम् अस्ति, अणु, महत्, दीर्घं, ह्रस्वम् इति. अत्र पृथिवी निरूपणसमये गन्धवती का इति वयं पृच्छामः चेत् पृथ्वी एव गन्धवती इति वयम् उत्तरं प्राप्तम्. पृथ्वी कीदृशी इति पृच्छामः चेत् अपि गन्धवती इति एव उत्तरम्. अतः गन्धवती इति शब्दः पृथिवीम् एव ब्रूते, इत्युक्ते गन्धवती इति शब्दः पृथिवीमेव बोधयति, पृथिवीमेव पृथिवीनां विषये एव अस्ति इति अस्ति. इत्युक्ते गन्धवती इत्युक्ते पृथ्वी एव, पृथ्वी यथा सुन्दरः बालकः इति वदामः, तत्र सुन्दरः इत्युक्ते बालकः एव खलु. उन्नतः वृक्षः इत्युक्ते तत्र उन्नतः इत्युक्ते वृक्षः एव. तद्वत् गन्धवती पृथ्वी इति यदा वदामः, गन्धवती इत्युक्ते पृथ्वी एव, पृथ्वी एव. तर्हि तदर्थमेव तत्र यदा वयं तत्र लक्षण गन्धवती पृथ्वी इति पठित्वा तदनन्तरं लक्षणम् इति दृष्टवन्तः. तत्र गन्धवत्वं पृथिव्याः लक्षणम् इति उक्तवन्तः, स्मरति वा? तत्र तटस्थलक्षणम् इति उत्तमं. तर्हि तत्र एकचत्वारिंशत् तमे पुटे एकवारं झटिति पश्येम. तत्र अतः गन्धवती इत्यत्र तस्मात् किञ्चित् पठति वा? अतः गन्धवती इत्यत्र यः मतुप्रत्ययः ततः भावप्रत्ययः कार्यः, तथा च गन्धवती योगत्व गन्धवत्व इति पदं भवति. तत्र विद्यमानेन भावप्रत्ययेन भावः धर्मः बोध्यते, स च भावः गन्धसमानकक्ष्यः भवति. अतः गन्धवत्वं गन्धवत्वम् इत्यस्य गन्धः एव अर्थः. अत एव प्रसिद्धनियमः मत्वर्थीयात् भावप्रत्ययः प्रकृत्यर्थं गमयति इति. अग्रे अपि पठतु भगिनि. तथा च सास्नावत्वम् इत्यनेन स्नास्ना, गन्धवत्वम् इत्यनेन गन्धः, शीतस्पर्शवत्वम् इत्यनेन शीतस्पर्शः बोध्यते. अतः आधारादेयभावः धर्मधर्मीभावः सुस्पष्टः भवति. इदमेव शास्त्रे तटस्थलक्षणम् इति उच्यते. अत एव रूपरहितस्पर्शवान् वायुः इति सङ्ग्रहवाक्यं रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणमिति ग्रन्थकारैः व्याख्यायते. तर्हि तटस्थलक्षणम् इत्युक्ते किम् इति किञ्चित् संक्षिप्तरूपेण उक्त्वा अग्रे सरेम. तटस्थलक्षणम् इत्युक्ते तत्र तु आधारादेयभावः स्पष्टं भवति. किम् आधारः, किम् आदेयः इति स्पष्टता जातः. गन्धवती पृथ्वी इति वदामः चेत् किम् कः आधारः, कः आदेयः इति वयं वक्तुं न शक्नुमः. अत्र यदा रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम् इति वदामः चेत् आधारः कः, आदेयः कः इति स्पष्टतया वयं ज्ञातुं शक्नुमः. अत गन्धवत्वम् इति पृथिव्याः लक्षणम् इत्युक्ते गन्धवत्वमेव पृथ्वीं सूचयति इति अपि वयं अवगन्तुं शक्नुमः. गन्धवत्वं पृथिवीं न सूचयति खलु, गन्धवत्वं पृथिव्याम् अस्ति इति वयं ज्ञातुं शक्नुमः. गन्धवती इति अस्ति चेत् गन्धवती इति पृथ्वीं सूचयति, परन्तु गन्धवत्वम् इति यदा वयं वदामः तत्र गन्धवत्वम् इत्युक्ते गन्धः एव, अपि च गन्धवत्वं पृथिव्याः लक्षणम् इति वदामः चेत् तत्र आधारादेयभावः इत्युक्ते धर्मधर्मीभावः इति अपि वक्तुं शक्नुमः. धर्मः कः, धर्मी का इति वयम् अत्र धर्मिणी का इति वयं वक्तुं सम्यक्तया वक्तुं शक्नुमः. यतोहि धर्मः अस्ति गन्धवत्वं, धर्मिणी अस्ति पृथिवी इति कृत्वा तत्र धर्मधर्मी भावः अपि वयं झटिति अवगन्तुं शक्नुमः यदा गन्धवत्वं पृथिव्याः लक्षणम् इति वदामः चेत्. अत्र अत्र तु गन्धवती का इति प्रश्ने पृथिवी इति समाधानं, पृथिवी कीदृशी का इति पृष्टे गन्धवती इति समाधानं वयं प्राप्नुमः. अतः गन्धवती इति शब्दः पृथिवीमेव भूते, गन्धवती इति वदामः चेत् तद् पृथिवीमेव सूचयति. तस्मात् पृथिवीवृत्तधर्मबोधनाय गन्धवत्वं पृथिवीलक्षणम् इति वाच्यम् इति उक्तं. तदेव वयं दृष्टवन्तः अत्र पृथिवीवृत्तिधर्मबोधनाय तदेव आदेयः आधारः धर्मी धर्मभावः बोधनाय गन्धवत्वं पृथिवीलक्षणम् इति वयं वक्तुं शक्नुमः. वृत्ति इत्युक्ते किं? पृथ्वीवृत्ति इत्युक्ते आदेयः किल. पृथिवी आदेयः धर्मबोधनाय गन्धवत्वं पृथिवीलक्षणं, पृथिव्याः लक्षणं गन्धवत्वम् इति वयं वक्तुं शक्नुमः. उत्तमं. तर्हि पुष्पा भगिनी भवती पठति वा तद्वत् एव? तद्वत् एव महत् आकाशं दीर्घं क्षेत्रम् इति व्यवहारात् अणुमहदादिविभागः मूलोक्तः न परिमाणस्य किन्तु तादृशपरिमाणवतां भवेत्. अतः इहापि परिमाणबोधनाय भाववाचकप्रत्ययः योजनीयः, तथा च अणुत्वं इति चतुर्विधं परिमाणं मूलोक्तं बोध्यं तद्वत् एव महत् आकाशं दीर्घं क्षेत्रम् इति व्यवहारात् अणुमहदादि विभागः मूलोक्तः न परिमाणस्य किन्तु अवगच्छति वा? एकवारं पठत्य तादृशपरिमाणवतां भवेत्. अतः इहापि परिमाणबोधनाय भाववाचकप्रत्ययः योजनीयः. अत्र कण्ठशः पश्येम भगिनि, तत्र प्रथमभागं पुनः पठतु. तद्वत् एव महत् आकाशं दीर्घं क्षेत्रं, न महत् आकाशं दीर्घं क्षेत्रम् इति व्यवहारात् महदादि विभागः मूलोक्तः न परिमाणस्य, तत्पर्यन्तं किञ्चित् वदतु. परिमाणस्य किन्तु न एकक्षणं, न परिमाणस्य, तत्पर्यन्तं यद् अवगतवती तद् वदतु प्रथमभागस्य. आकाशं दीर्घक्षेत्रं, न आकाश महत् आकाशं दीर्घं क्षेत्रम् इत्युक्ते तत्र आकाशं महत् इति यथा वदामः चेत् अथवा क्षेत्रं दीर्घम् इति यथा वदामः चेत् तादृशव्यवहारम् इत्युक्ते तादृशज्ञानजनकशब्दप्रयोगं यदा वयं कुर्मः चेत् अत्र यदा तत्र महत् दीर्घम् इति यः विभागः वयं वदामः स च महद्दीर्घम् इति यः विभागः अस्माभिः उच्यते स च विभागः परिमाणस्य न इति. यथा इदानीं रामप्रिया भगिनी उक्तवती खलु गन्धवती पृथिवी इति वदामः चेत् गन्धवती इति पृथिव्यां विद्यमानं पृथिव्यां विद्यमानः गुणः नास्ति अथवा धर्मितं पृथिव्यां विद्यमानः धर्मः नास्ति, परन्तु पृथिवीम् एव सूचयति. तद्वत् यदा दीर्घं क्षेत्रम् अथवा महत् आकाशम् इति वदामः चेत् महत् इति पृथिव्यां पृथ्वी आकाशवृत्ति धर्मः नास्ति, परन्तु आकाशमेव सूचयति. तत्र महत् इत्युक्ते आकाशमेव, दीर्घमित्युक्ते क्षेत्रमेव इति कृत्वा तत् सः सः तु परिमाणस्य विषयः न, परन्तु तत्र द्रव्यस्य विषयः एव इति. तदर्थम् एव मूलोक्तः तु द्रव्यविषयः. हा, किन्तु तादृशपरिमाणवतां, परिमाणवताम् इत्युक्ते किन्तु परिमाणवत् इत्युक्ते परिमाणवताम् आकाशं क्षेत्रं. हा, यस्मिन् परिमाणम् अस्ति इति खलु मतुप्रत्ययः. तर्हि तत्र परिमाणवतां भवेत् इत्युक्ते तत्र महद्दीर्घम् इति यत् शब्दप्रयोगं वयं कुर्मः तत्तु आकाशम् आकाशस्य एव अथवा क्षेत्रस्य एव, न तु परिमाणस्य इति कृत्वा परिमाणबोधनाय भाववाचकप्रत्ययः योजनीयः. इत्युक्ते तत्र यदा एतादत् गन्धविषये गन्धवत्वम् इति भाववाचकप्रयोगं कृतवन्तः, तद्वत् अत्रापि तादृशभाववाचकपदम् उपयोगं करणीयम् इति कृत्वा वस्तुतः परिमाणस्य विभागः अस्ति अणुत्वं दीर्घत्वं ह्रस्वत्वं महत्त्वम् इति, न तु अणु महद् दीर्घं ह्रस्वम् इति. अवगच्छति वा वाक्यं, पूर्ववाक्यं वदतु एकवारम्? हा अस्तु, एकक्षणं सुनील् महोदय, भवान् एकवारं वदति वा यदिदानीं वयं चर्चितवन्तः. वयम् इदानीम् अत्र गन्धवती पृथिवी इति वाक्ये अत्र गन्धवती इत्युक्ते पृथिवी एव इति, तादृशं वयं महत् आकाशं दीर्घं क्षेत्रम् इति उपयोगं कुर्मः चेत् तत्र महत् अथवा दीर्घम् इति परिमाणस्य विषये न, परन्तु केवलं अत्र केवलम् आकाशस्य विषये एव इति. अतः यदा वयं परिमाणस्य प्रयोगं कर्तुं इच्छामः तत्र अणुत्वं महत्त्वं दीर्घत्वं ह्रस्वत्वम् इति चतुर्विधं परिमाणं उपयोगं कुर्मः इति. इत्युक्ते भाववाचकपदं तत्र उपयोगं कुर्मः इति. यथा गन्धवत्वम् इति वयम् उपयोगं कृतवन्तः, तद्वत् अत्रापि अणुत्वम् अथवा दीर्घत्वम् इति तादृशप्रयोगं कुर्मः इति. अवगतवती वा भगिनि? अस्तु, तर्हि सुनील् महोदय भवानेव अग्रे पठतु. परिमाणस्य विभागान्तरं कार्यकारणभाववर्णनाय अन्योपि परिमाणस्य विभागः न्यायशास्त्रे प्रसिद्धः. स च अणुपरिमाणं मध्यमपरिमाणं परममहत्परिमाणम् इति. तत्र परमाणुपरिमाणं परमाणुद्वणुकयोः मध्यमपरिमाणं जन्ये द्रव्ये घटादौ परममहत्परिमाणम् आकाशादिद्रव्येषु ज्ञेयम्. तत्रापि आद्यान्तिमयोः क्वापि परिमाणं प्रति न कारणत्वम्. इदानीमत्र परिमाणस्य विभागः इति अस्ति. अत्र कार्यकारणभाववर्णनाय अन्योपि परिमाणस्य भागः न्यायशास्त्रे प्रसिद्धः. अत्र परिमाणस्य विभागं प्रदर्शयितुम् अत्र कार्यकारण भाववर्णनाय अन्ये विभागाः अपि सन्ति इति. कार्यकारणभाववर्णनाय इत्युक्ते यत्र कार्यं भवति तत्र कारणमपि भवति इति, तत् तादृशरीत्या तेषां भाववर्णनाय. उत्तमं. तत्र कार्यमस्ति चेत् कारणमपि भवेत् इति कृत्वा तत्र कार्यकारणभावः इति वयं दृष्टवन्तः. तस्य वर्णनाय तत्र अन्यविधविभागः अपि अस्ति परिमाणस्य इति. अन्यविभागः सन्ति अत्र अणुपरिमाणं, मध्यमपरिमाणं, परममहत् परिमाणमिति. तत्र परमाणुपरिमाणं परिमाणद्वणुकयोः मध्यमपरिमाणं जन्ये द्रव्ये घटादौ परममहत्परिमाणम् आकाशादिद्रव्येषु ज्ञेये. तद् वयं पूर्वं दृष्टवन्तः इति चिन्तयामि. अत्र परमाणुपरिमाणं, मध्यमपरिमाणं, परममहत्परिमाणमिति. अत्र परमाणुपरिमाणं तत्र परमाणुद्वणुकयोः इति, मध्यमपरिमाणं अत्र घटादिविषये द्रव्येषु, परममहत्परिमाणमिति आकाशादिद्रव्येषु वयं दृष्टवन्तः. तत्र द्वयणुकम् इत्युक्ते किं? तत्र परमाणोः त्रयः त्रयः परमाणुः आहत्य द्वयणुकमिति. न, द्विपरमाणुः खलु. ओ, ओ, द्विपरमाणुः. परमाणुद्वयं द्वयस्य संयोगेन भवति द्वयणुकं, द्वयणुकत्रयस्य संयोगेन भवति त्रयणुकम्. तत्रापि आद्यान्तिमयोः क्वापि परिमाणं प्रति न कारणत्वं. तत्र तत्रापि आद्यान्तिमयोः परिमाणस्य वा अद्यान्तिमयोः इत्युक्ते आदि इत्युक्ते तत्र परमाणुपरिमाणम्, अन्तिम इत्युक्ते परममहत् परिमाणम्. तत्र आदिमः अपि च अन्तिमं द्वयमपि अन्यपरिमाणं प्रति न कारणम् अस्ति इति. इत्युक्ते अत्र घटः अस्ति, घटे विद्यमानं परिमाणं प्रति कपाले विद्यमानं परिमाणं कारणम्. यदा वयम् असमवायिकारणं विषये, रूपविषये दृष्टवन्तः, अत्र असमवायिकारणद्वयमस्ति खलु. इत्युक्ते घटे रूपमस्ति चेत् घटस्य रूपं प्रति समवायिकारणं किम्? घटस्य रूपं प्रति कपालस्य रूपं. समवायिकारणं किम्? ओ, घटस्य रूपम् इति कार्यं चेत् न घटस्य न घटस्य रूपं, तर्हि रूपस्य घटस्य रूपस्य समवायिकारणं किम्? घटस्य रूपस्य समवायिकारणं घटः. उत्तमं. घटः एव इत्युक्ते घटः एव तादात्म्येन स्थित्वा समवायेन कार्यं जनयति इति. घटः इति समवायिकारणं रूपस्य, घटस्य रूपस्य. तर्हि घटस्य रूपस्य असमवायिकारणं किम्? कपालरूपं. कथं भवति असमवायिकारणं? अत्र एकस्मिन् एकस्मिन् अधिकरणे एव स्थित्वा कपालरूपं घटरूपं प्रति कारणं भवति. उत्तमम्. इत्युक्ते कारणेन तत्र इत्युक्ते कार्येण तत्र असमवायिकारणं द्वैविध्यमस्ति खलु, कारणेन सह स्थित्वा अथवा कारणेन समानार्थे स्थित्वा इति. अत्र तु कारणेन इत्युक्ते घटः अस्ति कपाले, घटकपालस्य रूपमपि अस्ति कपाले, इत्युक्ते कारणम् अस्ति घटः, घटः इति समवायिकारणं. कारणेन एकस्मिन् अर्थे इत्युक्ते कपाले स्थित्वा कपालरूपं घटरूपं प्रति कारणं भवति इति असमवायिकारणम्. तद्वत् घटे परिमाणं, घटस्य परिमाणमस्ति, घटे यः परिमाणं, यत् परिमाणम् अस्ति स च परिमाण तस्य परिमाणस्य समवायिकारणं किम्? घटे परिमाणम् अस्ति, अत्र घटस्य रूपे अपि परिमाणम् अस्ति. न न, घटस्य रूपे कथं परिमाणमस्ति? गुणे गुणः भवति वा? ओ रूपमिति त्यजतु इदानीं. तत्र घटे परिमाणम् अस्ति, तर्हि घटे विद्यमानं परिमाणस्य क्षम्यतां समवायिकारणं किम्? घटे विद्यमानस्य परिमाणस्य समवायिकारणं घटः एव. उत्तमं, घटः एव. तस्य असमवायिकारणम् अत्र कपालस्य परिमाणं वा? हा उत्तमं, कपालस्य परिमाणमेव. तर्हि तद्वत् कपालस्य परिमाणस्य असमवायिकारणमस्ति कपालिकायाः परिमाणम्. अन्ततो गत्वा त्रयणुकपरिमितं तथा भवति, परन्तु परमाणुपरिमाणं यदस्ति तत्र तथा न भवति. इत्युक्ते चिन्तयतु, परमाणुपरिमाणस्य परमाणोः परिमाणमपि अणुपरिमाणं, द्वयणुकपरिमाणमपि अणुपरिमाणं खलु. तर्हि परमाणुद्वयस्य संयोगेन द्वयणुकं भवति चेत् तत्र उत्कृष्टः न भवति खलु. इदानीं चिन्तयतु, कपालस्य परिमाणं घटस्य परिमाणं प्रति कारणं भवति. कपालस्य परिमाणस्य अपेक्षया घटस्य परिमाणम् उत्कृष्टम् इत्युक्ते अधिकं भवति, परन्तु तद्वत् परमाणुस्तरे न भवति इति कृत्वा परमाणु यः परिमाणमस्ति तत् परिमाणं कारणं न भवति. तद्वदेव परममहत् परिमाणमपि. इत्युक्ते परमाणुपरिमाणं च परममहत् परिमाणं मध्यमपरिमाणस्य कारणं न भवति इति. तथा न, तत्र मध्यमपरिमाणम् एव कारणं भवति. तत्र इदानीं कार्यकारणभावः इति वदामः खलु, मध्यमपरिमाणं यदस्ति तद् अन्यत् मध्यमपरिमाणं प्रति कारणं भवति, परन्तु परमाणुपरिमाणं महत्परिमाणम् अन्यपरिमाणं प्रति कारणं न भवति. आदि इत्युक्ते तत्र पूर्वस्मिन् वाक्ये परमाणुपरिमाणमिति प्रथमम् अस्ति खलु, तद् आदि. अन्तम् इत्युक्ते तत्र परममहत् परिमाणम्. तर्हि अणुपरिमाणं परममहत् परिमाणं द्वौ अपि अत्र द्वे अपि कारणे न भवतः. अस्तु, तर्हि किञ्चित् चिन्तनं हा क्षम्यता महोदय. क्षम्यता, मूढप्रश्नः किञ्चित्. अत्र परमाणुः अस्ति अत्र परमाणुपरिमाणविभागे. तद् वयं पूर्वं दृष्टवन्तः किल, अत्र परम्परया भवितुमर्हति, तादृशम् अपि भवितुमर्हति वा अथवा? क्षम्यतां, प्रश्नः न अवगतः मया, पुनः वदतु. अत्र वयमिदानीम् आद्यान्तिमयोः इत्युक्ते अत्र परमाणुपरिमाणं च परममहत्परिमाणमिति. अत्र परमाणुपरिमाणे परमाणुः इति अस्ति किल, अत्र तद् परम्परया तत्र मध्यमपरिमाणस्य कारणं भवति, कारणत्वं भवति वा? अत्र वयं पूर्वं तदेव सम्यक् प्रश्नः. प्रायः आगामीकक्षायां तस्य किञ्चित् चर्चा भवति, अत्र कथं किमर्थं परमाणुपरिमाणं तत्र कारणं न भवति इति प्रश्नस्य उत्तरं प्राप्नुमः चेत् भवतः प्रश्नस्य उत्तरमपि प्रायः भवति इति अहं चिन्तयामि. आगामिसप्ताहे वयं किञ्चित् चर्चां कुर्मः, तदनन्तरमपि एषः प्रश्नः अस्ति चेत् निश्चयेन पृच्छतु महोदय, किञ्चित् चर्चां कुर्मः. अतः वयम् अत्र त्रित्रिंशत् पुटे किम् अस्ति तदेव पुनः ज्ञातव्यं वा? अत्र मम स्मरणशक्तिः नास्ति तत्र. चिन्ता नास्ति, एवमेव पुनः पुनः वयं पठामः चेत् तदर्थमेव अहं यदा कदापि तस्य प्रसङ्गः आगच्छति तत् पुनः एकवारं तत्र तस्य पुनस्मरणं कुर्मः चेत् तर्हि पुनः पुनः पठनेन मनसि तिष्ठति, तावदेव, नास्ति चिन्ता. अस्तु, तर्हि अद्य अत्र स्थगयामः, आगामिकक्षायां मेलिष्यामः. शुभरात्रिः. शुभरात्रिः. धन्यवादः. धन्यवादः. शुभरात्रिः.